नमस्सर्वेभ्यः, अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अद्य नूतनविषयः अस्ति, प्रेरणार्थे निच् इति विषयः आरप्स्यते। अयं विषयः तु आर्धधातुक प्रकरणे अस्ति, इत्युक्ते अत्र आर्धधातुकप्रक्रियाम् आश्रियते। यथा चुरादिगणे सर्वेभ्यः धातुभ्यः निच् प्रत्ययः भवति, एवमेव अत्र प्रेरणार्थे अपि न क्षम्यताम्। यथा चुरादिगणे चुरादिगणीयधातुभ्यः निच् प्रत्ययः भवति, तथा सर्वेभ्यः धातुभ्यः प्रेरणार्थे निच् प्रत्ययः भवति। तर्हि द्वयोः भेदः कः इति चेत्, चुरादिगणीयधातुभ्यः यः निच् भवति तस्य अर्थः नास्ति, तस्य कोऽपि अर्थः नास्ति। धातोः यः अर्थः, धातोः अर्थद्वयं भवति। धातुः इति वयं वदामः चेत् धातोः अर्थद्वयं भवति। अर्थद्वयं किम्? स्वार्थे प्रेरणार्थ इति प्रत्ययस्य अर्थः। चुरादिगणे निच् प्रत्ययस्य विशेषः अर्थः नास्ति इति चेत्, अत्र धातोः यः अर्थः सः एव अर्थः प्रत्ययस्य योजनानन्तरमपि भवति। तर्हि धातोः कः अर्थः? धातोः अर्थद्वयं भवति खलु? कौतौ कोऽपि जानाति वा? सकर्मक अकर्मक भगिनि, किं सकर्मक अकर्मक इत्यासीत्? हा, सकर्मकता अकर्मकता इति अस्ति, परन्तु सः तु धातोः अर्थः नास्ति। एकं व्यापारः अस्ति, अन्यः व्यापारः अपि उत्तमम्। तर्हि धातोः अर्थद्वयं फलं व्यापारः च। पच् इति दातुं स्वीकृत्य शोभाभगिनी प्रतिपादयतु, फलं किं, व्यापारः कः? पच् इति धातुः अस्तु, तत्र माता पाकं पचति इत्यत्र व्यापारः किं, तत्र पचनम् इति माता ओदनं पचति इत्युक्ते, तत्र यदा ओदनं सिद्धं भवति तद् फलं भवति, अपि च पचनक्रिया व्यापारः भवति इति सम्यक् वा? उत्तमम् उत्तमं, पचनक्रिया व्यापारः भवति इति उक्तं। पचनक्रिया नाम का भवति? पचनक्रिया इत्युक्ते यदा माता ओदनं पक्तुम् इच्छति, अपि च तत्र करणम् अपि करणेनापि भवनीयम्, इत्युक्ते तत्र अग्नेः आवश्यकता अस्ति, अपि च ओदनम् इत्युक्ते तत्र कुक्ड् इति भवति, अतः तत्र तण्डुलस्य आवश्यकता अस्ति। एतानि सर्वाणि सामग्र्यः भवति चेत् तदा ओदनक्रिया भवति, किन्तु यदि मातुः इच्छा अस्ति चेत्, अपि च मातुः किम्, मातुः तत्र माता कर्ता भवति, अपि च कर्तुः इच्छा भवेत् यथा अहम् ओदनं पचामि इति, तदा सर्वे सामग्र्यः सन्ति चेदपि तत्र पाकक्रिया मात्रा भवेत् भवति चेदेव ओदनं ओदनस्य फल ओदनम् इति फलं भवति, इत्युक्ते यत् क्रिया व्यापारः नाम कः? व्यापारेण फलं पचनक्रिया व्यापारः, तत्र करणानि सन्ति बहूनि, किन्तु व्यापारः इत्युक्ते धातोः अर्थः किम् ओदनीयं तत्र? व्यापारः इत्युक्ते पचनक्रिया इति उक्तवती, तर्हि पचनक्रिया नाम का इति चेत् तत्र बह्व्यः क्रियाः भवन्ति. इत्युक्ते तत्र तण्डुलस्य ग्रहणं, तण्डुलं पात्रे स्थापनीयं, तदनन्तरं तत्र जलं प्रक्षालनीयं, तण्डुलं जलेन प्रक्षालनीयं, तदनन्तरं तत्र जलं स्थापनीयं, चुल्याः ज्वालनं करणीयम् इति एवं क्रमेण कुकिङ्ग् इति यदा वयं वदामः तदानीं तत्र बह्व्यः क्रियाः भवन्ति खलु, ताः सर्वाः अपि क्रियाः पाकक्रिया एव. अतः व्यापारः इति शब्देन तेषां सर्वेषां ग्रहणं, तासां सर्वासां ग्रहणं, तासां क्रियाणां ग्रहणम् एव व्यापारः. तर्हि पच् इति वयं वदामः चेत् पच् इति धातोः अर्थः अस्ति व्यापारः, इत्युक्ते एतादृशाः क्रियाः भवन्ति, अपि च तत्र फलमपि भवति, क्रियायाः फलं भवति, क्रियायाः फलं तत्र किम् इति चेत् तत्र ओदनम् इति तत्र तण्डुलस्य मृदुभवनं तदेव तत्र फलम्, तण्डुलस्य शिथिलीकरणम् एव तत्र फलम्. तर्हि इदानीं तत्र चुर् इति धातुतः निष्कृत्यं योजयामः चुरादिगणे, तर्हि चुर् धातोः यः अर्थद्वयम् अस्ति तत्तु अस्ति एव, परन्तु प्रत्ययस्य अर्थः नास्ति, प्रत्ययस्य कोऽपि अर्थः नास्ति. अतः चोरयति इति वयं वदामः चेत् तत्र विशेषः अर्थः नास्ति, इत्युक्ते चुर् धातोः यः अर्थः स एव अर्थः अस्ति तत्र, तदेव चोरयति इति वयं वदामः. तर्हि बालकः चोरयति इति वयं वदामः, बालकः पुस्तकं चोरयति इति वयं वदामः चेत् तत्र चोरी इति धातुना किं बोध्यते इति चेत् चोरी इति धातुना फलमपि बोध्यते, व्यापारः अपि बोध्यते. व्यापारः कः इति चेत् चौर्यकार्यं कर्तुं सः बालकः किमपि करोति खलु, सः गच्छति अन्यबालकस्य स्यूतात् पुस्तकं स्वीकरोति, एतत् सर्वम् अपि तत्र व्यापारः भवति. तत्र फलं किम् इति चेत् पुस्तकस्य ग्रहणं, पुस्तकं तस्य पार्श्वे आगच्छति खलु, तदेव तत्र फलं, चौर्यकार्यस्य फलं. तत्र पश्यामः चेत् अत्र प्रयोजककर्ता प्रयोज्यकर्ता एतत् सर्वं नास्ति चुरादिगणे, चुरादिगणे प्रयोजककर्ता प्रयोज्यकर्ता इति सर्वं नास्ति, यतोहि निष्प्रत्ययस्य तादृश अर्थः नास्ति. परन्तु इदानीं तु यः विषयः अस्माकं पुरतः अस्ति प्रेरणार्थे निचि, तत्र यदि तमेव धातुं स्वीकुर्मः, चुर् इति धातुं स्वीकुर्मः, चुर् इति धातुतः प्रेरणार्थे इदानीं तत्र चुर् धातुः चुरादिगणे अस्ति, अतः एकवारं चुरादिगणे तत्र चुरादिभ्यः णिच् इति सूत्रेण णिच् विधीयते, अतः चोरी इति चोरी इति धातुः अस्ति इदानीं. तादृशचोरी इति धातुतः प्रेरणार्थे णिच् प्रत्ययं योजयामः चेत् इदानीं तत्र किं भवति, प्रेरणार्थे तत्र णिच् प्रत्ययस्य इदानीं प्रथमणिच् प्रत्ययस्य कोऽपि अर्थः नास्ति, चोरी इत्यत्र यः णिच् अस्ति तस्य अर्थः नास्ति, परन्तु प्रेरणार्थे अनिच् प्रत्ययः योजितः तस्य तु विशेषः अर्थः भवति. सः अर्थः कः इति वयम् अद्य पश्यामः. तर्हि इति तावान् भेदः अस्ति, चुरादिगणे यः निच् अस्ति अपि च प्रेरणार्थे यः निच् अस्ति तयोः भेदः अस्ति. चुरादिगणे निच् प्रत्ययस्य अर्थः नास्ति, परन्तु प्रेरणार्थे निच् प्रत्ययस्य विशेषः अर्थः अस्ति. इत्युक्ते तत्र यः नूतनधातुः लब्धः प्रेरणार्थे, पुनः चोरी इति एव धातुः लभ्यते, चोरीयोगः णिच् इति वयं कुर्मः चेत् प्रेरणार्थे इदानीं पूर्वतननिच् प्रत्ययस्य लोपः भवति, अतः चोरी इति एव नूतनः धातुः लभ्यते. तर्हि चोरी इति इदानीं तत्र चोरयति इति यद्रूपम् अस्ति, इदानीं प्रेरणार्थे अहं वदामि चेत् पूर्वं मम वाक्यमासीत् बालकः चोरयति पुस्तकं चोरयति इति मम वाक्यमासीत्, इदानीं प्रेरणार्थे अहं वक्तुमिच्छामि चेत् तत्र किं वक्तुं शक्नोमि? बालकेन प्रश्नः बालकेन च पुस्तकं चोरयति इति. परन्तु कर्ता कः? कर्तृद्वयं भवति. कर्तृद्वयमस्ति. प्रेरणकर्ता कः? सः प्रयोजककर्ता. रामः बालकेन पुस्तकं चोरयति. यत्र रामः प्रयोजककर्ता इति अस्ति. सम्यक्. तर्हि पूर्वं वाक्यमासीत् बालकः पुस्तकं चोरयति इति वाक्ये चोरयति इति पदं निजन्तमेव निजन्तमेव, परन्तु तत्र स्वार्थे अस्ति निच्. अतः बालकः स्वयं कार्यं करोति, तस्य प्रेरकः कोऽपि नास्ति तत्र तस्मिन् वाक्ये. बालकः पुस्तकं चोरयति इति वाक्ये तत्र चोरयति इति निजन्तरूपमस्ति, परन्तु तत्र विशेषः अर्थः नास्ति. परन्तु तदेव वाक्यम् इदानीं स्वीकृत्य ण्यन्तावस्थायां प्रेरणार्थे विचि वयं वक्तुमिच्छामः चेत् रामः बालकेन पुस्तकं चोरयति इति वाक्ये इदानीं तत्र किम् अस्ति इति चेत् बालकः यः कर्ता आसीत् पूर्वस्मिन् वाक्ये इदानीमपि सः कर्ता एव, परन्तु तस्य प्रथमाविभक्तिः नास्ति. अपि च अत्र चोरयति इति यत् निजन्तरूपं प्रेरणार्थे अस्ति, तस्य कर्ता कः इति चेत् तस्य कर्ता तु प्रयोजककर्ता अस्ति. तस्य कर्ता प्रयोजककर्ता, सः प्रेरयति. सः प्रेरयति कं? प्रेरयति इति चेत् बालकं प्रेरयति. हि इस् मोटिवेटिङ्ग् द बालक टु स्टील्. द बाय् इस् नाट् स्टीलिङ्ग् ओन् इस् ओन्. हि इस् बीङ्ग् इन्स्टिगेटेड् बै राम टु स्टील्. तर्हि तदेव चोरयति इति यत् पदम् अत्र अस्ति, रामः बालकेन चोरयति पुस्तकम्, अत्र चोरयति इति विशेषः अर्थः. तत्र कर्ताद्वयं सूचयति, यः प्रयोजककर्ता अपि च प्रयोजककर्ता, तादृशव्यापारं सूचयति. तत्र चोरयति इत्यत्र यः धातुः चोरी इति धातुः, सः धातुः प्रयोजकव्यापारं सूचयति. प्रयोजकव्यापारम् इति वयं वदामः चेत् तत्र प्रयोजककर्ता अपि भवति, प्रयोज्यकर्ता अपि भवति, तदेव प्रयोजकव्यापारः. चोरी इति यः प्रयो निजन्त प्रेरणार्थे निचि यः धातुः अस्ति, सः धातुः प्रयोजकव्यापारं सूचयति. प्रयोजकव्यापारम् इत्युक्ते तत्र प्रयोजककर्ता अपि च प्रयोज्यकर्ता, अनयोः मध्ये या क्रिया भवति तां क्रियां सूचयति इति कृत्वा अस्मिन् वाक्ये कर्ताद्वयम् अस्ति. परन्तु तत्र चोरयति इत्यत्र यः तिङ् प्रत्ययः अस्ति, तेन तिङ् प्रत्ययेन केवलं प्रयोजककर्ता एव उक्तः, न तु प्रयोज्यकर्ता. तर्हि चोरयति इति यद्यपि तत्र कर्ताद्वयम् अस्ति, यदि अहं वदामि बालकः पुस्तकं चोरयति, तत्र बालकस्य प्रथमाविभक्तिः अस्ति, यतोहि चोरयति इति पदेन बालकः एव उक्तः अस्ति. परन्तु अत्र प्रेरणार्थे निचि रामः बालकेन पुस्तकं चोरयति, अत्र चोरयति इति पदेन बालकः नोक्तः, परन्तु रामः उक्तः, अतः एव रामस्य प्रथमाविभक्तिः. परन्तु चोरयति इति पदं तु प्रयोजकव्यापारं सूचयति, अतः कर्ताद्वयं सूचयति. परन्तु क्रियापदेन कः उक्तः इति चेत् केवलं रामः एव उक्तः, न तु बालकः. बालकः अनुक्तः अस्ति, तर्हि तत्र अनुक्तकर्तरि तृतीयाविभक्तिः भवति. भगिनि, तत्र बालकेन कथं कर्ता भवति? रामः एव कर्ता खलु? किम्? रामः बालकेन पुस्तकं चोरयति इति वाक्ये कर्ता द्वयम् अस्ति इति उक्तवती. तत्र रामः इति कर्ता, बालकेन अपि कर्ता वा? अत्र कर्ता इत्यस्य लक्षणं किम् इति एकवारं चिन्तनीयं, तदेव अस्माकम् अस्मिन् करपत्रे विषयः अस्ति. कर्ता इत्यस्य लक्षणं किम्? मया उक्तं कर्ताद्वयम् अस्ति. कथं कर्ताद्वयम् अस्ति? बालकः कथं कर्ता इति चेत् तत्र लक्षणं किम् इति चिन्तनीयं, तद्वयं पश्यामः अस्मिन् करपत्रे. कर्ता नाम कः इति द्रष्टव्यं, तदानीम् अवगच्छामः. तर्हि कर्ता नाम कः इति दृष्ट्वा तत्पश्चात् भवत्याः प्रश्नस्य उत्तरं वक्तुं शक्नुमः. तर्हि इदानीं पाठं प्रति गच्छामः वा? नमस्ते भगिनी, विजयलक्ष्मी विलम्बेन आगतः. नमस्कारः. अस्तु, तर्हि इदानीं वंशी भगिनी आरब्धमिच्छति वा? आं भगिनि, करिष्यामि. अस्तु, प्रेरणार्थे निच्छति पाठस्य शीर्षिका अस्ति, एतावता सार्वधातुकलकाराणां तिङन्तरूपाणि अवलोकितानि. तत्र वैशिष्ट्यं वर्तते यत् शवादयः विधीयन्ते इत्यतः तिङन्तपदस्य ज्ञानार्थं प्रथमप्रश्नः अस्माकं भवति, अयं धातुः कस्मिन् गणे अस्ति? सम्प्रति आर्धधातुकचिन्तनम् आरभ्यते, तत्र सर्वप्रथमं ण्यन्तप्रकरणं परिशील्यते. अत्र निचः वैशिष्ट्यं वर्तते यत् अयं प्रत्ययः आर्धधातुकः इति कारणेन गणीया चर्चा नितरां न अपेक्षिता. धातुः कस्मिन् अपि गणे भवतु नाम तस्य ण्यन्तरूपस्य गणेन सह न कोऽपि सम्बन्धः. पठति भुवादिगणे, लिखति रुदादिगणे, क्षालयति चुरादिगणे, प्राप्नोति स्वादिगणे, परन्तु पाठयति लेखयति क्षालयति प्रापयति इत्येषां कृते तिङन्तस्य रूपसाधनार्थं गणस्य आवश्यकता नास्ति एव. येषां गणः अपि नास्ति एव. कस्मिन् गणे इति प्रश्नः तु नैव उदेति. उदेति चेत् तस्य उत्तरं नास्ति हि. तर्हि अस्मिन् करपत्रे सार्वधातुकलकारः यत्र नास्ति तत्र गतिः कीदृशी इति अनेन ण्यन्तप्रकरणेन सम्यक्तया ज्ञास्यन्ते. अस्तु, एतावता तु वयं चुडादिगणीयः तिङन्तरूपाणि दृष्टवन्तः. तत्र तिङन्तप्रत्ययस्य योजनम् अनन्तरं रूपं सिद्धि रूपसिद्धिः कथं भवति इति अपि चर्चितवन्तः. यतोहि चुडादिगणे दशमगणः दशमगणीयः धातूनां चुरादिगणीयः तत्र योजितवन्तः. तत्र तु निच् प्रत्ययः भवति, तत्र तु निच् भवति अपि च शप् अपि भवति. तेन कारणेन तत्र तिङन्तरूपम् अपि भवितुम् अर्हति. अधुना तु आर्धधातुकचिन्तनं भवति, यतोहि निच् इति आर्धधातुकप्रत्ययः अस्ति. अतः तत्र आर्धधातुकचिन्तनम् अपि अस्माकं करपत्रे अधुना परिशीलयामः. तत्र सार्वधातुक लकारेषु अपि क्षम्यतां सार्वधातुकचिन्तनम् अपि च आर्धधातुकचिन्तने भेदः कः अस्ति इत्युक्ते, यदा तिंशत् सार्वधातुकम् इति उक्त्वा तत्र तिङ् प्रत्ययः सार्वधातुकप्रत्ययः भवन्ति. तेन कारणेन तत्र गणस्य चर्चा अपि भवति. परन्तु आर्धधातुकप्रत्ययः यदा योजयामः, निश्चिति आर्धधातुकप्रत्ययः योजयामः, तत्र गणस्य चिन्ता एव न भवति. अतः तत्र यदि धातुं स्वीकृत पठति इति भुवादिगणे धातुं स्वीकुर्मः, तत्र तु गणस्य चिन्ता भवति, यतोहि तत्र तिङ् इति सार्वधातुकप्रत्ययः अस्ति. अतः तत्र सार्वधातुकप्रत्ययः कीदृशी अस्ति एतावता वयं परिशीलं दृष्टवन्तः. अधुना तु आर्धधातुकप्रत्ययः ण्यन्तावस्थायां धातूनां धातोः स्वभावः कः इति अग्रे पश्यामः. तावदेव अस्ति वा? श्रूयते वा? सम्यक्. तर्हि तत्र चुरादिगणे निष्प्रत्ययस्य योजनानन्तरं यत् क्रियापदं लभ्यते, अपि च अत्र प्रेरणार्थे निचि यत् निष्प्रत्यययोजनानन्तरं यत् क्रियापदं लभ्यते, अनयोः भेदः अस्ति वा? हा, तत्र तु चुरादिगणे तु शप् विकरणप्रत्ययः अपि गणस्य चिन्ता अपि भवति न. तत्र तु शप् इति योजनानन्तरं सार्वधातुकप्रत्ययः भवितुम् अर्हति. तिंशित् सार्वधातुकेन तत्र सार्वधातुकस्य चिन्तनं भवति. एकक्षणम्, तत्र निच् तत्र चोरि इति धातुः लब्धः खलु चुरादिगणे? अस्तु, तर्हि इदानीं किं भवति? चोरियोगः शप् इति विधानं भवति, यतोहि तत्र चुरादिगणीयः धातुः अस्ति. सार्वधातुकप्रकरणे तु चोरयति इति रूपं भवति, यतोहि तत्र शप् विक्रणप्रत्यये मध्ये आगच्छति, तिङ् सार्वधातुकप्रत्ययः अस्ति, तेन कारणे कर्त्रार्थे शप् इति विधानं भवति. भवत्याः प्रश्नः न अवगतं भवति. इदानीं तत्र प्रेरणार्थे निचि चोरि इति अस्ति चेत् तदानीं शप् न आयाति वा? ओ प्रेरणार्थे इति उक्तत्वा अस्तु. तत्र गणस्य चिन्तनमेव न भवति. चोरी तदनन्तरं निच् प्रत्यये पुनः योजनं भवति. यदा निच् प्रत्यये योजनं भवति तत्र आर्थधातुकप्रत्ययः अस्ति, तेन कारणेन कर्त्रार्थे शप् विधानं न भवति. अतः तत्र नेरनिटि इत्यनेन प्रथम निच् निच् इत्यस्य लोपः भूत्वा चोरी एव सप्रत्ययस्य विधानं न भवति इति कथं वदति? तत्र यदा नूतन धातुः लभ्यते तदा तत्पश्चात् तु तत्र सप्रत्ययस्य विधानं भवितुम् अर्हति खलु? प्रेरणार्थे भवितुम् अर्हति, परन्तु चोरीयोगः निच् पुनः निच् योजनं भवति न, तत्र प्रेरणार्थे तु पुनः निच् निच् योजनं भवति चेत् नूतनधातुः कः? नूतनधातु आतिदेशिकधातुः भवति न, चोरी इति तत्र चोरी इति एव धातुः खलु? सत्यं, चोरी इत्येव धातुः अस्ति. तर्हि चोरी इति धातुः प्रेरणार्थे अपि समानः, चुरादिगणे अपि समानः. चुरादिगणे अपि निच् प्रत्ययविधानानन्तरं शप्रत्ययः आयाति एव, अत्रापि शप्रत्ययः आयाति एव. तर्हि भेदः न दृश्यते खलु? भेदः न दृश्यते, रूपसिद्धौ न दृश्यते, परन्तु यथा तस्य वाक्यप्रयोगं कुर्मः तत्र तु भेदः दृश्यते. प्रयोज्यकर्ता प्रयोज्यकर्तायेन तत्र तद् अस्ति. प्रक्रियादृष्ट्यां भेदः नास्ति, अनयोः भेदः नास्ति. सत्यं, प्रक्रियादृष्ट्या चुरादिगणे चोरयति इति यद्रूपम् अस्ति, प्रेरणार्थे चोरयति इति यद्रूपम् अस्ति, उभयत्र प्रक्रिया साम्यं वर्तते. केवलं कः भेदः इति चेत् प्रेरणार्थे द्वितीयवारं निच् प्रत्ययः भवति, तदानीं प्रथमनिच् प्रत्ययस्य लोपः भवति, तावानेव भेदः. परन्तु अत्र का वार्ता इति चेत् न केवलं चुरादिगणस्य विषयः अस्ति अत्र अस्मिन् परिच्छेदे. तर्हि इत्युक्ते अस्माभिः तु सर्वं न चर्चितम्, अस्माभिः केवलम् अदन्त अङ्गानां विषये एव चर्चा कृता अदन्त अङ्गानां खलु. अनदन्त अङ्गानां विषये अस्माभिः न चर्चितं, परन्तु अत्र तु किम् उक्तमिति चेत् अदन्ताङ्गम् अनदन्ताङ्गं सर्वम् अत्र सार्वधातुकप्रकरणम् इति सर्वत्र सार्वधातुकलकाराणां लट् लोट् लङ् विधिलिङ्ग् इत्येषां तिङन्तरूपाणि अवलोकितानि इति उक्तं. तत्र सार्वधातुकप्रक्रियायां गणस्य महत्त्वं वर्तते, गणमाधारीकृत्य गणनिमित्तिकविकरणप्रत्ययः आयाति तत्तद्गणम् अनुसृत्य. तादृश गणचिन्तनं न भवति आर्धात्मकप्रक्रियायां. भगिनी उक्तवती एव अत्र तु चोरी इति नूतनधातुः लब्धः चेत् तत्पश्चात् तत्र कस्मिन् गणे अस्ति अयं धातुः इति विचारः न भवति, यतोहि नूतनधातुः अस्ति, कस्मिन्नपि गणे नास्ति. तत्पश्चात् एतादृशनिजन्तधातुभ्यः सर्वेभ्यः धातुभ्यः त्रिशप्रत्ययस्य विधानमेव भवति सार्वधातुकलकाराणां लट् लोट् लङ् विधिलिङ्ग् इत्येषाम् इति एव विषयः. अपि च अत्र निच् प्रत्ययः अर्धधातुकप्रत्ययः इति कृत्वा सामान्यतया तत्र गणचिन्तनं नास्ति इति एकः विषयः. द्वितीयः विषयः तत्र इडागमचिन्तनम् अपि भवति. निच् प्रत्ययस्य विषये इडागमः दृश्यते वा? इडागमः न दृश्यते. सर्वत्र इडागमः भवति खलु निश्चित्यत्र? सर्वत्र इडागमः भवति. चोरी, अनन्तरं पाठी, अनन्तरं अनुबन्धलोपानन्तरम् इ एव अवशिष्यते खलु, तत्र वलादिः नास्ति. वलादिः नास्ति, अतः कुत्रापि इडागमः नास्ति. प्रेरणार्थे निचि कुत्रापि इडागमः नास्ति, यतोहि अनुबन्धलोपानन्तरमेव तत्र द्रष्टव्यं वलादिः अस्ति वा नास्ति वा इति. इति कृत्वा निच् प्रत्ययः वलादिः नास्ति, यद्यपि आर्धधातुकप्रत्ययः, परन्तु इडागमविचारः न भवति इति दृष्टम्। अस्तु अग्रे गच्छामः। विजयलक्ष्मी भगिनी भवती पठतु। स्वतन्त्रः कर्ता स्वतन्त्रः कर्ता क्रियायां स्वातन्त्र्येण विवक्षितो अर्थः विवक्षितः अर्थः कर्ता स्यात्। कस्मिन्नपि वाक्ये यः वक्तुः इच्छया स्वतन्त्रतया क्रियां जनयति तस्य कर्तृसंज्ञा भवति। कर्तृसंज्ञाविधायकं सूत्रम् इदम्। स्वतन्त्रः प्रथमान्तं, कर्ता प्रथमान्तं, द्विपदम् इदं सूत्रम्। कारके इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं कारके स्वतन्त्रः कर्ता इति। प्रथमाध्यायस्य चतुर्थपादे चतुर्पञ्चाशत्तमं सूत्रं स्वतन्त्रः कर्ता इति। अत्र कारके इत्यस्य अधिकारः वर्तते, अनुवृत्तिसहितसूत्रं भवति कारके स्वतन्त्रः कर्ता। अत्र स्वतन्त्रः इति प्रथमान्तं, कर्ता इत्यस्य इति अपि प्रथमान्तं, द्विपदम् इदं सूत्रम्। अत्र क्रियायाः क्रियायां विवक्षितः यः अर्थः तत् कर्ता सह तस्य सम्बन्धः भवति इति सूत्रं वदति, तदेव खलु भगिनि? पुनः उच्यतां, कर्ता सह सम्बन्धः इत्युक्ते कर्ता सह डैरेक्ट् रिलेशन्शिप् अस्ति इति, तत् कथं वक्तव्यं? साक्षात् सम्बन्धः अस्ति इति वा? साक्षात् सम्बन्धः अस्ति कर्तायाः क्रिया सह, कर्तुः कर्तुः क्रियया सह स्वातन्त्र्येण तस्य अर्थः किम्? अत्र विवक्षितः इति अस्ति, तदेव सम्यक्, विवक्षितः अस्ति इति। अतः एतद् सम्यक् सूत्रम्। अत्र कर्ता इत्यस्य सम्या दीयते, तावदेव। अग्रे पठामि। न तावदेव नास्ति, अत्र किञ्चित् विचारणीयम्। एवं तत्र स्वतन्त्रः कर्ता इति सूत्रमस्ति, कर्तृसंज्ञाविधायकं सूत्रं। स्वतन्त्रः कर्ता, अत्र पदद्वयमस्ति, स्वतन्त्रः यः तस्य कर्तृसंज्ञा। स्वातन्त्र्यं कथं निर्मीयते, कः स्वतन्त्रः भवति? स्वस्य इच्छया, इत्युक्ते वक्तुः इच्छया। अहं किमपि तत्र वाक्यं वक्तुः वक्तुः वा कर्तुः वा वक्तुः वा कर्तुः वा कर्तुः नास्ति वक्तारं वक्ता वक्तारं तु नास्ति न अत्र, कर्ता एव अस्ति न कर्तुः कर्ता भवति। न इदानीम् अहं वदामि, रामः पाकं करोति, रामः पाकं करोति इति अहं वदामि, अहं वक्ता, अहं वदामि, अहं वदामि रामः पाकं करोति। वाक्ये इति न उच्यते तत्र, कस्मिन् वाक्ये यः वक्तुः, वाक्ये तु वक्तारं न आयाति न, वाक्ये तु वाक्ये पश्यतु, कस्मिन्नपि वाक्ये यः वक्तुः इच्छया स्वतन्त्रया क्रियां जनयति। इदानीं पश्यतु, अत्र एकं वाक्यमस्ति, माता अन्नं स्थाल्यां पचति इति वाक्यम्, माता अन्नं स्थाल्यां पचति इति वाक्यम्। अत्र कः अस्ति कर्ता अथवा कर्त्री? कर्ता माता, कर्ता माता, माता कथं निर्णीतं, माता कर्ता अस्ति कर्त्री अस्ति इति? मातुः एव कार्यं जनयति न माता एव कार्यं जनयति इति नास्ति खलु तत्र स्थाल्यामपि तत्र कार्यमस्ति स्थाली तु कारणमस्ति न तत्र न करणानि अपि क्रियां जनयन्ति करणानि अपि क्रियां जनयन्ति इदानीम् अहं वदामि तत्र तत्र तु सहायं करोति इति कर्तृ परन्तु स्पष्टतया वक्तव्यं तत्र कर्ता अपि च अन्यकारकाणां कः भेदः इति स्पष्टतया वक्तव्यं नो चेत् तत्र कर्ता एव क्रियां जनयति इति पर्याप्तं नास्ति कर्ता एव क्रियां जनयति इति पर्याप्तं नास्ति यतोहि अन्यानि कारकाणि अपि क्रियामेव जनयन्ति क्रियां जनयितुम् अन्यानि कारकाणि अपि सहकुर्वन्ति अतः कर्तुः अपि च अन्यकारकाणां कः भेदः इति चेत् अत्र स्वातन्त्र्यम् इति स्वतन्त्रः इति यः शब्दः अस्ति तस्य महत्त्वं वर्तते इत्युक्ते यः प्रधानः अस्ति यः प्रधानतया क्रियां जनयति सः एव कर्ता परन्तु तावानेव पर्याप्तं नास्ति यतोहि इदानीम् अहं वदामि माता स्थाल्यां पचति इति अहं वदामि तर्हि मम विवक्षा अस्ति माता कर्त्री भवेत् इति मम विवक्षा अस्ति अतः अहं वदामि माता स्थाल्यां पचति परन्तु यदि यदा मम विवक्षा परिवर्त्यते इदानीम् अहं वक्तुमिच्छामि तत्र स्थाली पचति इति अपि अहं वक्तुं शक्नोमि स्थाली पचति तर्हि इदानीं स्थाली इति कर्ता कर्त्री अस्ति मम वाक्ये माता नास्ति मम वाक्ये स्थाली पचति इति अहं वदामि चेत् मम विवक्षानुगुणं स्थाल्यां तादृशस्वातन्त्र्यम् अस्ति इति कृत्वा अहं वदामि स्थाली तत्र स्थाली साक्षात् पचति इति अहं वदामि स्थाली साक्षात् पचति इति अहं वदामि इत्युक्ते तत्र नो चेत् अन्यद् उदाहरणं वदामि माता काष्ठैः ओदनं पचति इति वाक्यं माता काष्ठैः ओदनं पचति काष्ठैः इति पदम् अस्मिन् वाक्ये तस्य कारकं किम् करणकारकं करण तर्हि इदानीं तत्र माता इति तु कर्त्री अस्ति काष्ठैः इति कर्णमस्ति ओदनम् इति कर्म अस्ति पचति इति क्रियापदम् तर्हि मम विवक्षा अस्ति माता कर्त्री भवेत् तस्य स्वातन्त्र्यम् अस्ति सा एव प्रधाना अस्ति अत्र क्रियां जनयितुम् इति कृत्वा माता काष्ठैः ओदनं पचति परन्तु इदानीं मम विवक्षा परिवर्तते इदानीम् अहं माता पचति इति वक्तुं न इच्छामि अहं वक्तुमिच्छामि अत्र काष्ठानि पचन्ति इति अहं वदामि काष्ठानि पचन्ति इदानीं काष्ठानि इति पदम् अस्मिन् वाक्ये किम् अस्ति कर्ता भवति प्रथम कर्ता भवति तर्हि मम विवक्षा का अत्र स्वातन्त्र्यं कथं निर्णीतम् वक्तुः इच्छया इत्युक्ते अहं वदामि किं काष्ठः तु न वदति काष्ठः न वदति इत्युक्ते काष्ठः इत्यस्य तु निर्जीवः खलु निर्जीवः अस्ति परन्तु अहमेव वक्ता अस्मि अहं वक्ता अस्मि अहं वदामि काष्ठानि पचन्ति इति अहं वदामि तर्हि तस्य अर्थः कः इति चेत् द वुड् इस् लैक् सो पवर्फुल् दट् इट् इस् आटोमेटिक्लि कुकिङ्ग् द फुड् इति मम विवक्षा अस्ति मम विवक्षा अस्ति द वुड् इस् वेरि एफिशियण्ट् दट् इट्स् क्विक्लि कुकिङ्ग् द फुड् इति मम विवक्षा अस्ति अतः अहं वदामि काष्ठानि पचन्ति इट् डज़न्ट् नीड् एनीबडी इस् इण्टर्फियरेन्स् द वुड् इस् डैरेक्ट्लि कुकिङ्ग् द फुड् इति यदा वदामः तथा अथवा तत्र अन्नं तत्र बहिः वयं चेन्नैनगरे स्थापयामः चेत् तत्र साक्षात् तत्र सूर्यस्य तापेन स्वयमेव पचति खलु स्वयमेव पचति तादृशम् अत्र काष्ठानि पवर्फुल् सन्ति चेत् तदानीं वयं वक्तुं शक्नुमः काष्ठानि पचन्ति इत्युक्ते काष्ठेषु अपि स्वातन्त्र्यम् अस्ति तत्र क्रियायां प्रधानानि भवन्ति इति कृत्वा काष्ठानि पचन्ति इति अपि वाक्यं सम्यक् माता काष्ठैः पचति इति अपि वाक्यं सम्यक् काष्ठैः इत्यत्र करणम् अस्ति काष्ठानि पचन्ति इत्यत्र कर्ता अस्ति अतः मम विवक्षानुगुणं वक्तुः विवक्षानुगुणं यस्य स्वातन्त्र्यम् अस्ति क्रियां जनयितुं तस्य कर्तृसंज्ञा भवति अतः जीवितवस्तु एव भवेत् इति नास्ति निर्जीवितवस्तु अपि भवितुम् अर्हति यथा काष्ठानि पचन्ति इत्यादीनि अतः एव प्रसिद्धमेकं वाक्यमस्ति विवक्षातः कारकाणि भवन्ति विवक्षा नास्ति चेत् कारकं न भवति तर्हि अत्र कर्तृसंज्ञा अनेन भवति इदं सूत्रं स्मर्तव्यं तर्हि मीना भगिनी इदं सूत्रं स्मरतु अग्रे पश्यामः तत्र भवत्याः प्रश्नः कथं कर्ता द्वयमिति अस्तु कोऽपि प्रश्नः कथम् अचेतनवस्तु पाकं कर्तुं शक्यं भगिनि कथम् अचेतनवस्तु पाकं कर्तुं शक्यम् इति काष्ठाः चेतन वस्तु इदानीम् आङ्ग्लभाषायाम् अहं वयं सर्वदा वदामः बस् इस् कमिङ्ग् इति वदामः इदं वाक्यं सम्यक् अस्ति वा विचारयतु अचेतन् अपि पाका भवति अचेतन् अचेतन् एकक्षणम् इदं परिसमाप्य भवान् वदतु बस् इस् कमिङ्ग् इति वाक्ये बस् जीवितवस्तु अस्ति वा कथम् आगन्तुं शक्नोति निर्जीवितवस्तु गमनम् इति क्रिया तु जीवितवस्तूनि एव भवति खलु बस् इस् कमिङ्ग् इति इत्यस्य अर्थः कः बस् यानः आगच्छति बस् यानम् आगच्छति इत्युक्ते यानं स्वयं कथम् आगन्तुं शक्नोति भवती पृष्टवती काष्ठानि कथं पाकक्रियां कर्तुं शक्नोति इति पृष्टवती मम प्रश्नः अस्ति बस् यानं कथम् आगन्तुं शक्नोति तादृशमेव लौकिकभाषा अस्ति सम्यक् नास्ति व्याकरणशास्त्रे सम्यक् नास्ति इति मम चिन्तनं लौकिकभाषायाम् अर्थमस्ति Somebody making the bus to come. किन्तु तत्र वस्तुतः पचनक्रिया काष्ठैः एव भवति इति प्रयोगमस्ति खलु महोदय अत्र कर्तृकरणे तृतीया इत्यनेन श्रूयते किं मम ध्वनिः न श्रूयते वा इदानीं श्रूयते इदानीं अस्तु तर्हि तत्र अत्र इत्युक्ते वक्तुमिच्छामि भगिनि कर्तृजन्यं घटवत् इति अत्र उपादान कारणम् उपादेयकारणम् इति द्वयं स्वीकृत्य एव अत्र उपादानम् इति यदा काष्ठम् इत्यादि उपादानं भवति उपादेयम् इति कुम्भकारः इति अस्ति कर्तृ तु कुम्भकारः एव अस्ति न उपादेयकारणं क्रियाजनकत्वं कर्तृजन्यं घटवत् इति उच्यते चेत् तत्सर्वम् अस्ति महोदय परन्तु संस्कृतभाषायां काष्ठानि पचन्ति इति वाक्यमस्ति काष्ठानि पचन्ति इति वाक्यमस्ति अचेतनवस्तु अपि कर्ता कर्त्री भवितुम् अर्हति काष्ठानि फलं पतति तत्रापि फलं पतति तत्रापि पतति इति पतनक्रियाया कर्ता फलमेव अस्ति फलं पतति इति वयं वदामः चेत् पतनक्रियायाः कर्ता फलमस्ति. फलं तु जीवितवस्तु अस्ति खलु. फलं तु जीवितवस्तु नास्ति. यदा किमर्थं नास्ति? न फलं तत्र कारकं नास्ति न, तत्र अन्यकारकं नास्ति, केवलं कर्तृकारकमेव अस्ति तस्मिन्. कर्तृकारकम् अस्ति. न फलं पतति इत्यस्य अत्र काष्ठानि पचन्ति अनयोः कः सम्बन्धः? काष्ठानि पचन्ति इति उद्देश्यवाक्यम् अस्ति, लक्षणवाक्यम् अस्ति. न लक्षणवाक्यं नास्ति. कर्मकारकस्य कर्मकारकस्य कर्तृविवक्षायां कर्तृसंज्ञा भवति इति एव अहं वक्तुमिच्छामि. कारकाणि विवक्षातः भवन्ति. अतः अत्र अस्मिन् वाक्ये यदुक्तं स्वतन्त्रः कर्ता इति, मम विवक्षानुगुणं स्वातन्त्र्यं विद्यते इति एव अहं वक्तुमिच्छामि. मम विवक्षानुगुणं स्वातन्त्र्यं विद्यते. तर्हि यदि मम वाक्ये अन्यकारकम् अस्ति चेदपि मम विवक्षा परिवर्त्यते चेत् तदानीं तस्य भिन्नकारकत्वं भवितुम् अर्हति. अत्र दलद्वयमस्ति, दलद्वयमस्ति. एकमस्ति वक्तारम् अनुसृत्य वदति चेत् यद् भवति उत्तमं, तत् समीचीनं. यत् किन्तु यत् क्रिया आधारीकृत्य कुत्र क्रिया भवति, जन्यत्वं कुत्र, केन कृतम् इत्यादि इति चिन्तयति चेत् तत्र तु वक्तुः एव नास्ति, केवलं फलं पतति इति वाक्यं. संस्कृतभाषा, संस्कृतभाषा सम्भाषणार्थम् अस्ति, भाषा सम्भाषणार्थम् अस्ति. तर्हि सर्वदा तत्र वक्ता भवति एव, वक्ता सर्वदा भवति. तत्र पुस्तकं वयं पठामः चेत् तत्रापि वक्ता अस्ति, पुस्तकस्य ग्रन्थकर्ता. यदि अहं वदामि चेत् अहमस्मि वक्ता. अतः सर्वत्र सम्भाषण अवसरे वक्ता तु भवति एव. अतः एव अत्र उक्तं, कस्मिन्नपि वाक्ये यः वक्तुः इच्छया स्वतन्त्रतया क्रियां जनयति इति अर्थः. अतः वक्ता नास्ति चेत् कथं भवति इति प्रश्नः एव न उदेति. पुस्तकं पठति चेत् तत्रापि वक्ता अस्ति, यदि भवान् वदति तदानीमपि वक्ता अस्ति. अतः सर्वत्र वक्ता अस्ति. अतः वक्तारं विना सम्भाषणं न भवति. वक्ता कश्चन भवति, श्रोता कश्चन भवति. तत्तु पाठं सम्यक्, तत् समीचीनम् इति. तत्र सर्वत्र वक्ता भवति एव. अतः मम विवक्षानुगुणं कस्य कारकत्वं भवति, कस्य कर्तृकारकत्वं भवति इति मम विवक्षा अस्ति. मम विवक्षा नास्ति चेत् कारकत्वं न भवति. काष्ठानि पचन्ति इति तु प्रसिद्धं वाक्यमस्ति व्याकरणे. काष्ठानि पचन्ति इति मया कल्पितवाक्यं नास्ति इति प्रसिद्धं वाक्यमस्ति संस्कृतभाषायां. तत्र यद् करणकारकम् आसीत् तस्य कर्तृविवक्षायां काष्ठानि पचन्ति इति वाक्यं समीचीनम् अस्ति. एवमेव स्थाल्यां पचति इति वाक्यं, स्थाली पचति इति अपि वाक्यं समीचीनम्. अतः अन्यकारकस्य अविवक्षायां कर्तृकारकत्वं भवितुमर्हति. अयमेव विशेषः अस्ति संस्कृतभाषायाम्. तर्हि अत्र कोऽपि प्रश्नः अस्ति वा स्वतन्त्रः कर्ता इत्यस्य? किञ्चित् कोऽपि पठामः, प्रायः स्पष्टं भवति. भगिनि, तस्य उदाहरणम् अद्यत्वे बहु सम्यक् अस्ति. आर्टिफिशियल् इण्टेलिजेन्स्, तत्र अस्माकं विवक्षा अस्ति, परन्तु कर्ता यदि भवती उक्तवती काष्ठानि कुर्वन्ति, तत्र ते एव कुर्वन्ति. अस्माकं तत्र वी डोण्ट् इण्टर्फियर् इन् टु दट्. तत्र कर्ता भवितुम् अर्हति. सत्यं सत्यं सत्यम् अस्तु. इत्युक्ते अत्र सन्दर्भानुगुणं वयं तथा वक्तुम् इच्छामः. यत् तत् इत्युक्ते तत्र तत्र वितौट् अवर् इण्टर्फियरेन्स्, वितौट् द माताज् इण्टर्फियरेन्स्, द वुड् इस् बै इट् सेल्फ् कुकिङ्ग् इति वयं वदामः. तत् वुड् इस् सो एफिशियन् दट् इस् कुकिङ्ग् बै इट् सेल्फ् इति वयं वक्तुम् इच्छामः. वि वाण्ट् टु स्ट्रेस् द इम्पार्टेन्स् आफ़् द वुड् इन् अ सेण्टेन्स् द तर्हि तथापि वक्तुं शक्नुमः काष्ठानि स्वयमेव पचन्ति इति वयं वक्तुम् इच्छामः तदानीं तादृशवाक्यमपि भवितुम् अर्हति माता नास्ति एव इत्युक्ते माता नास्ति वा इति चेत् न माता अस्ति परन्तु तस्य प्राधान्यं नास्ति इति एव वक्तुमिच्छामः मातुः प्राधान्यं नास्ति काष्ठानि एव अधिकानि कार्याणि कुर्वन्ति मातुः तत्र कार्यं बहु अल्पं वर्तते इति कृत्वा काष्ठानि पचन्ति इति अपि वाक्यं भवितुम् अर्हति अस्तु अग्रे गच्छामः तर्हि इदानीं अरविन्द महोदय पठतु क्रियाजनकत्वं कारकत्वं लेखः इति यथा लेखं जनयति जनकः इति शिशुं जनयति तथा कारकः इत्युक्ते यः क्रियां जनयति क्रियाया जनकः क्रियानिष्पादकः कारकः तत्र कारकं षड्विधम् इति प्रसिद्धिः न केवलं कर्तृकारकं भवति कर्मकारकं करणकारकं सम्प्रदानकारकम् अपादानकारकम् अधिकरणकारकम् अपि कारकाणि प्रत्येकं कारकं क्रियाया सिद्धौ साधकं जनकं निमित्तं च तदर्थम् एव कारकम् इति नामकरणम् तत्र क्रियाजनकत्वं कारकत्वम् इति अस्ति कुत्र अत्र षड्विधानि कारकानि सन्ति इति कर्तृकारकं कर्मकारकं करणकारकं सम्प्रदानकारकम् अपादानकारणम् अधिकरणकारकम् इत्यादि षट् प्रभेदाः सन्ति प्रत्येकं क्रियाया सिद्ध्यर्थं साधकं जनकं निमित्तम् इति तेषु इति त्रयाणाम् अर्थं स्वीकृत्य एव कारकम् अनुमीयते इति कृत्वा कारकम् इति नामकरणम् अस्ति तत्र क्रियाजनकत्वं तस्य कारकत्वम् इति यथा शिशुं जनयति इति अत्र शिशुम् इति साधकं जनकः अस्ति पिता इति अत्र अस्ति तत्र निमित्तं तु न तस्मिन् नास्ति वाक्ये नास्ति इति कृत्वा निमित्तं तत्र नास्ति यदा लेखः लेखं जनयति इति अत्र तस्मिन् वाक्ये जनकः अस्ति लेखः लेखकः साधकम् अस्ति लेखं जनयति इति क्रिया अस्ति निम् इत्यस्ति तदेव समीचीनं तर्हि कारकं कारकम् इति वयं वदामः खलु कारकं नाम किम् इति चेत् क्रियां जनयति यत् क्रियां जनयति तदेव कारकं तर्हि एकमेव कारकं भवति इति नास्ति क्रियां जनयितुं यदि पचनक्रिया पचति इति क्रियापदम् अस्ति पचति इति क्रियापदं तर्हि तत्र क्रिया अस्ति तादृशपचनक्रियां तत्र कः जनयति इति चेत् प्राधान्येन कर्ता भवति कर्ता पचनक्रियां जनयति माता पचति इति वदामि चेत् तत्र पचनक्रिया क्रियां माता जनयति तर्हि केवलं माता जनयति वा इति चेत् तर्हि तथापि भवितुमर्हति यदि मम विवक्षा अस्ति तथा केवलमहं वक्तुं शक्नोमि माता पचति इति वक्तुं शक्नोमि मातुः प्राधान्यम् अतः माता पचति परन्तु कदाचित् तत्र केवलं माता एव क्रियां न जनयति परन्तु अन्यानि कारकाणि अपि भवन्ति क्रियां जनयितुं यथा तत्र साक्षात् माता पचति तथापि तत्र काष्ठैः पचति काष्ठानि तत्र करणानि भवन्ति काष्ठैः माता पचन्ति दे आर् इन्स्ट्रुमेण्ट् इन् कुकिङ्ग् तर्हि माता काष्ठैः पचति तर्हि पचनक्रियायाः फलं कुत्र अस्ति इति चेत् ओदने तर्हि माता काष्ठैः ओदनं पचति इति वाक्यं तर्हि ओदनम् अत्र कर्मकारकं क्रियायाः फलं तत्र अस्ति ओदने अस्ति इति कृत्वा कर्मकारकम् अनन्तरं तत्र चूल्यां पचति चूल्यां पचति इति अहं वदामि चेत् तत्र चूल्याम् इति अधिकरणमस्ति तर्हि अधिकरणकारकं दट् इस् आल्सो एडिङ्ग् इन् जनरेटिङ्ग् द क्रिया. अतः यद् यत् क्रियां जनयति, पचनक्रियां जनयति, तद् सर्वमपि कारकाणि भवन्ति. अतः क्रियाजनकत्वं कारकत्वं, कारकः इति तत्र कीदृशप्रत्ययः कारकः इति शब्दस्य मूल् मूल् प्रत्ययान्तशब्दः कारकः. तर्हि अत्र कारकम् इति अपि वस्तुतः संज्ञा अस्ति, कारकम् इति अधिकारे अस्ति. तर्हि कारकं कारकम् इति अधिकारे बह्व्यः संज्ञाः सन्ति. तत्र कर्तृकारकं, करणकारकं, कर्मकारकं, सम्प्रदानम्, अपादानम्, अधिकरणम् इति कारकाणि. षष्टि इत्यस्य कारकसंज्ञा अस्ति वा? नास्ति. किमर्थम्? सम्बन्धः क्रियायाः क्रियां न जनयति, साक्षात् क्रियां न जनयति, परन्तु केवलं सम्बन्धमेव बोधयति. दशरथस्य पुत्रः गच्छति इति अहं वदामि चेत् गमनक्रिया कुत्र अस्ति? पुत्रे अस्ति. पुत्रे अस्ति. गमनक्रिया दशरथे अस्ति वा? नास्ति. तर्हि दशरथस्य अन्वयः कुत्र? पुत्रस्य कृते. पुत्रेण सह. दशरथस्य अन्वयः पुत्रे, पुत्रे अस्ति, पुत्रस्य अन्वयः गमनक्रियाम् अस्ति. तर्हि तत्र दशरथः इति कारकं नास्ति. दशरथस्य पुत्रः गच्छति इति वाक्ये दशरथः कारकं नास्ति, यतोहि सः गमनक्रियां न जनयति. केवलं पुत्रः एव गमनक्रियां जनयति. अतः षष्ठीविभक्तिः कारकं नास्ति, केवलं सम्बन्धं बोधयति. एतावत् अवगतम्? अस्तु, तर्हि इदानीम् अग्रे मीना भगिनी अग्रे पठतु. क्रियायां स्वातन्त्र्येण विवक्षितोऽर्थः कर्ता स्यात्. क्रियायाम् इत्यनेन क्रियायाः जनकत्वे कारकत्वे इति फलितार्थः. स्वातन्त्र्येण इत्यनेन मुख्यतः प्रधानतः कारकं वक्तुः इच्छायाः अधीने नित्यं भवति इति कृत्वा कारकं वक्तुः इच्छायाः वक्तुमिच्छायाः कारकं वक्तुमिच्छायाः अधीने नित्यं भवति इति कृत्वा विवक्षितोऽर्थः. वक्तुः इच्छा चेदेव कारकं भवति, तथा नास्ति चेत् कारकं नास्ति. आहत्य क्रियायाः सिद्धौ स्वतन्त्रः वक्त्रा यः उच्यते सः कर्तृसंज्ञको भवति. प्रयत्नं करोमि भगिनि, सम्यक् न जानामि. तत्र कर्ता कर्तृसंज्ञा इति संज्ञा स्वतन्त्रः कर्ता इति संज्ञासूत्रं तस्य विवरणम् अस्ति चेत् इति चिन्तयामि. क्रियायां यत्र क्रियायाः यः करोति क्रियां करोति तत्र एव कारकम् अस्ति, तत् कर्तृकारकं भवति. यः करोति स्वतन्त्रेण कार्यं करोति सः एव भगिनी क्लेशः भवति भगिनी अहं पश्यतु. नास्ति चिन्ता, सम्यक् प्रयत्नं कृतवती. अत्र शुभदा भगिनी सहायं करोतु. भगिनी अद्य वक्तुं न शक्नोमि, स्वास्थ्य सम्यक् अस्तु. अस्तु, नास्ति चिन्ता. तर्हि शोभा भगिनी सहायं करोतु. आं भगिनी, क्रियायां स्वातन्त्र्येण विवक्षितः अर्थः कर्ता स्यात् इति. क्रियायाम् इत्यनेन क्रियायाः जनकत्वे कारकत्वे इति फलितार्थः. एकवारं पठित्वा वदामि भगिनि. स्वातन्त्र्येण इत्यनेन मुख्यतः प्रधानतः कारकं प्रधानतः इति. कारकं वक्तुः इच्छायाः अधीने नित्यं भवति इति कृत्वा विवक्षितः अर्थः. वक्तुः इच्छा चेदेव कारकं भवति, तथा नास्ति चेत् कारकं नास्ति. आहत्य क्रियायाः सिद्धौ स्वतन्त्रः वक्त्रा यः उच्यते सः कर्तुसंज्ञको भवति. तत्र क्रियायाम् इत्यनेन क्रियायाः जनकत्वे कारकत्वे इति फलितार्थः. तत्र कारकः इति किम् इति दृष्टवन्तः. क्रियां जनयति, क्रियाजनकत्वमेव कारकत्वम् इति. तर्हि तत्र क्रियायाम् इति सप्तमी विभक्तेः प्रयोगः भवति चेत् क्रियायाः जनकत्वे जनकत्वम् अपि कारकत्वम् इति. तत्र जनकत्वे कारकत्वे इति पुनः सप्तमी विभक्ति. क्रियां जनयति अपि च कारकम् अपि जनयति अथवा भवति इति अर्थे भवति. स्वातन्त्र्येण इत्यनेन मुख्यतः प्रधानतः इति इत्युक्ते तत्र इदानीं स्वतन्त्रः कर्ता इति सूत्रं पठितवन्तः. तत्र स्वतन्त्रक्रियायां स्वातन्त्र्येण विवक्षितः अर्थः कर्ता स्यात् इति. इत्युक्ते तत्रापि वक्तुः इच्छा इति एव पठितवन्तः. यथा वक्तुः वाक्यप्रयोगे यत् इच्छा अस्ति तेन कर्ता कः अथवा का इति भवति. यथा भवती उदाहरणानि दत्तवती, तदेव तत्र स्वतन्त्रः स्वातन्त्र्यम् इति भवति. तर्हि तत्र स्वातन्त्र्येण इति पदस्य अर्थः मुख्यतः प्रधानतः कर्ता भवति वाक्ये इति. कारकं वक्तुः इच्छायाः अधीने नित्यं भवति, तद् पुनः तत्र वक्तुः एव तत्र वक्तुः इत्यस्य प्राधान्यम् अस्ति. वक्तुः यतोहि वाक्यप्रयोगाः अस्माभिः भवन्ति, तत्र अस्माकमेव इच्छा भवति कथं वाक्यं रचयामि अपि वदामि इति. अतः तेन आधारेण तत्र कर्ता भिन्नभिन्नरूपेण भवितुम् अर्हति. अतः कारकं वक्तुः इच्छायाः अधीने नित्यं भवति इति कृत्वा विवक्षितः अर्थः. यत् वक्तुः विवक्षा अस्ति तस्मिन् अर्थे भवति वाक्यम् अपि च कर्ता इति. वक्तुः इच्छा चेदेव कारकं भवति, तदेव. तथा नास्ति चेत् कारकं नास्ति. तत्र कारकम् इति षड्विधानि भवन्ति इति दृष्टवन्तः. तत्र इत्युक्ते तत्र कर्ता अपि कर्तुकारकं कर्मकारकं करणकारकं सम्प्रदानकारकम् अपादानकारकम् अधिकरणकारकम् इति. एते यादृशानि भवन्ति इति चेत् वक्तुः इच्छाम् अनुसृत्य भवन्ति. आहत्य अतः तत्र वक्तुः इच्छा नास्ति चेत् कारकं न भवति. आहत्य क्रियायाः सिद्धौ स्वतन्त्रः वक्त्रा यः उच्यते सः कर्तुसंज्ञको भवति. क्रियायाः सिद्धौ स्वतन्त्रः वक्त्रा यः उच्यते. यथा भवती उदाहरणं दत्तवती तत्र, तत्र माता ओदनं पचति इत्यस्मिन् तत्र तत् वाक्यं कोऽपि वदति, माता ओदनं पचति इति. तत् तर्हि तत्र वक्तुः इच्छा भवति, अथवा वक्तुः एतदपि वक्तुं शक्नोति तत्र काष्ठैः ओदनं पचति इति, अथवा तत्र बाष्पस्थाली इति अस्ति, बाष्पस्थाल्या ओदनं पचति इति अपि भवति. अतः तत्र स्वतन्त्रः वक्त्रा यः उच्यते सः कर्तृसंज्ञको भवति, तत्र वक्तुः एव कर्ता भवति इति वक्तुं शक्नुमः. अपि च वक्तुः इच्छानुसारं वाक्ये कर्ता अपि अन्यानि कारकाणि भवन्ति इति. सम्यक् वा? बहु समीचीनं भगिनि, सम्यक् समीचीनं. तर्हि तत्र कर्ता, स्वतन्त्रः कर्ता इति सूत्रमस्ति खलु, तस्य व्याख्यानम् एवं दीयते: क्रियायां स्वतन्त्रेण विवक्षितः अर्थः कर्ता स्यात् इति उक्तम्. तर्हि क्रियायां स्वतन्त्रेण विवक्षितः अर्थः, तर्हि क्रियायाम् इत्युक्ते क्रियां जनयितुं, क्रियायाम् इत्युक्ते क्रियां जनयितुं, क्रियां जनयितुं यः, यस्मिन् स्वातन्त्र्यम् अस्ति. स्वातन्त्र्यं नाम यः प्रधानतया क्रियां जनयति, यः प्रधानतया क्रियां जनयति सः एव कर्ता भवेत् इति सामान्यनियमः. यः प्रधानतया क्रियां जनयति सः कर्ता इति वयं सामान्यतया वयम् अस्माकम् अनुभवसिद्धम् अस्ति. इदानीं माता पचति इति वदामः चेत् तत्र माता एव प्रधानतया पचनक्रियां जनयति. तावान् मात्रं पर्याप्तं नास्ति अत्र, परन्तु वक्तुः विवक्षानुगुणम् अपि भवति. तर्हि मम विवक्षा तत्र मातरि स्वातन्त्र्यं मम विवक्षा नास्ति चेत् मम विवक्षा स्वातन्त्र्यं तत्र काष्ठेषु भवेत् इति मम विवक्षा चेत् तदानीम् अहं वक्तुम् इच्छामि काष्ठानि पचन्ति इति अपि अहं वक्तुम् इच्छामि, वक्तुं शक्नोमि. तर्हि न केवलं साक्षात् क्रियां जनयितुं प्रधानः भवेत्, अपि च मम विवक्षानुगुणं यस्मिन् कस्मिन्नपि स्वातन्त्र्यम् अहम् आरोपयितुं शक्नोमि, यतोहि तत्र विशेषतया किमपि प्रतीतिः अस्ति, विशेषभानम् अस्ति अथवा विशेषज्ञानं भवति. तादृशसन्दर्भे अन्येषां कारकाणाम् अपि सामान्यतया तत्र काष्ठानि तु करणकारकं भवति, परन्तु तत्र विशेषतया यत्र ज्ञानं भवति, यथा तत्र स्थाली पचति, तत्र बाष्पस्थाली, स्थाली इत्युक्ते एलेक्ट्रिक् कुक्कर् पचति इति अहं वदामि चेत्, इदानीं माता पचति, तस्य स्थाने अहं वदामि एलेक्ट्रिक् कुक्कर् पचति इति वदामि चेत् अत्र एलेक्ट्रिक् कुक्कर् सो एफिशियण्ट् अस्ति, द इण्टर्फियरेन्स् आफ़् मदर् इस् वेरि वेरि लिटिल्. अतः तत्र सर्वाणि तत्र कार्याणि तत्र एलेक्ट्रिक् कुक्कर् स्वयं करोति इति कृत्वा तत्र एलेक्ट्रिक् कुक्कर् पचति इति अहं वक्तुं शक्नोमि, यतोहि तत्र इस् वेरि एफिशियण्ट्, इट्स् कुकिङ्ग् मोस्ट्लि डन् बै द एलेक्ट्रिक् कुक्कर्, मदर्स् इण्टर्वेन्शन् इस् वेरि लिटिल्. तर्हि तत्र कुक्कर् मध्ये तत्र स्वातन्त्र्यं विवक्षितः अस्ति, वक्तुः विवक्षा अस्ति इति कृत्वा तथापि वाक्यं शक्यते. अतः क्रियायां क्रियां जनयितुं यः प्रधानः सः कर्ता भवति, परन्तु स्वातन्त्र्यं तु अन्यस्मिन् अपि आरोपयितुं शक्नुमः वक्तुः विवक्षानुगुणम् इति स्मर्तव्यम्. अवगतम्? तर्हि तत्र भगिनी स्वातन्त्र्यम् इति वक्तुः एव इति वा? स्वातन्त्र्यम् इति तु वक्तुः इति नास्ति, स्वातन्त्र्ये वक्ता कस्मिन् कस्मिन्नपि कारके स्थापयितुं शक्नोति. हा, तदेव द्रष्टुम् इष्टवती. स्वातन्त्र्यं वक्तरी नास्ति, वक्ता स्वातन्त्र्यं यस्मिन् कस्मिन्नपि स्थापयितुं शक्नोति, इत्युक्ते मम वाक्ये कः प्रधानः इति अहं निर्णयं करोमि, न तु अन्यः इति एव. मम वाक्ये कः प्रधानः इति अहं निर्णयं करोमि मम विवक्षानुगुणम्. इत्युक्ते तदेव स्वातन्त्र्यम् इति खलु? स्वातन्त्र्यं. हू प्रैमरिलि क्रियेट्स् द क्रिया, हू प्रैमरिलि डस् द व्यापार इस् डिसैडेड् बै मी. अस्तु, तर्हि उषा भगिनी. भगिनी, एकः प्रश्नः, तत्र स्वातन्त्र्यम् इति भावार्थे किमर्थम् उक्तं, स्वातन्त्र्यम् इति किमर्थं न उक्तं भगिनि? किं स्वातन्त्र्येण इति, स्वातन्त्र्यम् इति उक्तं किल, तत्र स्वातन्त्र्यम् इति भावार्थे छञ् इति प्रत्ययः योजयित्वा स्वतन्त्रस्य भावः स्वातन्त्र्यम् इति अस्ति न किमर्थं सूत्रं तु स्वतन्त्रः कर्ता इति अस्ति खलु हा परन्तु तत्र कर्तुः विवक्ष स्वतन्त्रः सः न तत्र मम प्रश्नः अस्ति तत्र क्रियायां स्वातन्त्र्येण विवक्षितो अर्थः कर्ता स्यात् इति उक्तं क्रियायां स्वतन्त्रेण विवक्षितो अर्थः कर्ता स्यात् किमर्थं न उक्तम् इति भावः किमर्थम् अत्र उक्तम् इति क्रियायां स्वतन्त्रेण विवक्षितः इति वा स्वतन्त्रेण विवक्षितः इत्यस्य कः अर्थः स्वतन्त्रः कर्ता इति वयं वदामः चेत् स्वतन्त्रः इति कर्तुः कः सम्बन्धः तत्र विशेषविशेषभावः विशेषविशेषभावः अस्ति तर्हि तत्र कर्ता एव स्वतन्त्रः खलु यः कोऽपि कर्ता इति अहं निर्णयं करोमि सः स्वतन्त्रः भवेत् तर्हि अत्र किमुक्तमस्ति क्रियायां स्वातन्त्र्येण विवक्षितः अर्थः भवती प्रष्टुमिच्छति क्रियायां स्वतन्त्रेण विवक्षितः अर्थः इति वा किं तत्र स्वातन्त्र्यम् इति तु शञ् इति प्रत्यय भावार्थे अस्ति न भावः अस्ति न तत्र भावार्थे अस्ति चेत् तत्र कः इत्युक्ते क्रियायां स्वातन्त्र्यं मै इण्डिपेण्डेन्स् इन् द क्रिया हा अस्तु ऐ वुड् नाट् ट्रैङ्ग् टु से क्रिया इस् इण्डिपेण्डेण्ट् अस्तु तदेव मुख्यमस्ति वे सेङ्ग् कर्ता इस् इण्डिपेण्डेण्ट् दट् इस् डिफ़्रेण्ट् वि नाट् ट्रैङ्ग् टु से क्रिया इस् इण्डिपेण्डेण्ट् इण्डिपेण्डेन्स् इन् डूयिङ्ग् द क्रिया ओके ओके दट्स् वै वि नीड् भाव अस्तु समीचीनम् अस्तु तर्हि अग्रे उषा भगिनि अहं भगिनि देवदत्तः काष्ठैः अग्निना ओदनं स्थाल्यां पचति इति वाक्ये पञ्चकारकाणि सन्ति सर्वाणि अपि पञ्चक्रियां पचनक्रियां सर्वाणि अपि पचनक्रियां प्रति जनकानि किन्तु देवदत्तः एव वक्त्रा मुख्यरूपेण प्रकटीकृतः विवक्षितः किन्तु देवदत्तः एव विवक्षितः तदर्थं स्वातन्त्र्येण इति उक्तम् स्वं तन्त्रं यस्य इति स्वतन्त्रः नाम कुविन्दः नाम कुविन्दः आशयः एवं यः मुख्यः आशयः एवं यः मुख्यः प्रधानः तर्हि यद्यपि उक्ते वाक्ये पञ्चकारकाणि क्रियाजनकानि सन्ति किन्तु देवदत्तः एव मुख्यः किमर्थम् इति चेत् पञ्चसु कारकेषु देवदत्तः एव अन्यानि कारकाणि अनवलम्ब्य स्वतन्त्रया तानि उपयुज्य पञ्चक्रियां जनयति वाक्यमस्ति क्षम्यतां भगिनि स्वातन्त्र्या तानि उपयुज्य स्वतन्त्रतया अस्तु किमर्थम् इति चेत् पञ्चसु कारकेषु देवदत्तः एव अन्यानि कारकाणि अनवलम्ब्य स्वतन्त्रया तानि उपयुज्य पचनक्रियां जनयति अस्तु भगिनि वाक्यमस्ति देवदत्तः काष्ठैः अग्निना ओदनं स्थाल्यां पचति इति वाक्ये पञ्चकारकाणि सन्ति वयं जानीमः देवदत्तः इति प्रथमाविभक्तौ कर्ता उच्यते पचति इत्यस्य कर्ता उच्यते काष्ठैः इति तृतीया विभक्ति अग्निना अपि तृतीया विभक्ति भवति ओदनं यत्र फलम् अस्ति तदेव कर्म अस्ति स्थाल्यां पचति स्थाल्याम् अधिकरणम् अस्ति ओके इति वाक्ये पञ्चकारकाणि सन्ति सर्वाणि अपि पचनक्रियां प्रति जनकानि सर्वे कारकाः पचनक्रियां प्रति जनकानि भवति काष्ठैः अग्नि काष्ठा अग्नि स्थाली अपि पचनक्रियां प्रति जनकानि ओदनम् इति पात्रे एव अस्ति सो ओदनम् इति एव फलम् किन्तु देवदत्तः एव वक्त्रा मुख्यरूपेण प्रकटीकृतः विवक्षितः. अहं वदामि देवदत्तः काष्ठैः अग्निना ओदनं स्थाल्यां पचति इति वाक्ये मम विवक्षानुगुणमेव अहं देवदत्तः इत्येव मुख्यकर्ता इति अहं वक्तुम् इच्छामि. तदेव मम विवक्षानुगुणमेव देवदत्तः कर्ता देवदत्तः पचति इत्येव देवदत्तस्य कृते एव अहं कर्ता कर्ता रोल् उदा प्रकटीकरोमि विवक्षित मम विवक्षानुगुणं. तदर्थं स्वातन्त्र्येण इत्युक्तं मम विवक्षा कृते एव देवदत्तः स्वातन्त्र्येण इति उक्तं. यः यत्नं क्रियते यः स्वातन्त्र्येण यत्नं करोति सः एव मुख्यकर्ता इति मम विवक्षानुगुणं. स्वं तन्त्रं यस्य इति स्वतन्त्रः नाम कुविन्दः. ओ कुविन्दः इति मम विवक्षा भगिनी. स्वं तन्त्रं यस्य स्वतन्त्रः नाम कुविन्दः इति मम कुविन्दः नाम वीवर्. वाट् इस् दट् अगेन् वीवर् तन्त्र इत्युक्ते ओ ओ थ्रेड् इति वा तन्त्रम् ओके ओके ओके ओके वीव्स् द क्लोत्स् ओके कुविन्दः इति वीवर् ओके. स्वं तन्त्रं यस्य इति स्वतन्त्रः स्वतन्त्रः इत्यस्य अर्थः इति ओके ओ दट्स् वेरि ब्यूटिफुल् ओके. आशयः एवं यः सो मम वीव् करोति अहं वीव् करोमि देवदत्तः इति एव पचति देवदत्तः इत्यस्य कृते एव मुख्य स्वातन्त्रम् इति अहं वीव् करोमि ओके. आशयः एवं यः मुख्यः इति प्रधानः ओके. तर्हि यद्यपि उक्ते वाक्ये पञ्चकारकाणि क्रियाजनकानि सन्ति किन्तु देवदत्तः एव मुख्यः ओके. किमर्थम् इति चेत् पञ्चसु कारकेषु देवदत्तः एव अन्यानि कारकाणि अनवलम्ब्य देवदत्तः इत्येव स्वातन्त्रः अन्यानि कारकाणि सपोर्ट् देवदत्तः कृते नास्ति. अन्यानि कारकाणि स्वातन्त्र्येण न कार्यं करोति इति मम विवक्षा. तत् विवक्षानुगुणमेव अन्यानि कारकाणि अनवलम्ब्य स्वतन्त्रया तानि उपयुज्य पञ्चक्रियां पचनक्रियां जनयति देवदत्तः पचनक्रियां जनयति. आं भगिनि सम्यक्. तर्हि अत्र देवदत्तः काष्ठैः अग्निना ओदनं स्थाल्यां पचति इति एकं साधारणवाक्यमस्ति. तत्र भिन्नभिन्नकारकाणि दृश्यन्ते. कर्तृकारकं देवदत्तः काष्ठैः अग्निना इति तत्र करणकारकम् ओदनं कर्मकारकं स्थाल्याम् अधिकरणकारकं. परन्तु अत्र बहूनि कारकाणि दृश्यन्ते परन्तु तेषु कारकेषु यः प्रधानः अस्ति कः प्रधानः इति चेत् यः नास्ति चेत् क्रिया एव न भवति. तर्हि देवदत्तः नास्ति चेत् पचनक्रिया एव न सम्भवति. अतः देवदत्तः एव मुख्यः अस्ति पचनक्रियां जनयितुम् इति कृत्वा तस्मिन् सः स्वतन्त्रः अस्ति. यतोहि स्वतन्त्रः इत्युक्ते अत्र इण्डिपेण्डेण्ट् इति अर्थः नास्ति. स्वतन्त्रः इत्युक्ते यः मुख्यः इति अर्थः. यः क्रियां जनयितुं मुख्यः अस्ति सः एव स्वतन्त्रः. तर्हि तत्र स्वातन्त्र्यं कुत्र अस्ति? देवदत्ते अस्ति. अतः देवदत्तः प्रधानः. सः नास्ति चेत् क्रिया एव न भवति. तर्हि देवदत्तम् आश्रित्य एव अन्यानि कारकाणि भवन्ति अन्यानि क्रियाजनकानि भवन्ति. देवदत्तः एव मुख्यः. देवदत्तः नास्ति चेत् तत्र अन्यानि कारकाणि क्रियां जनयितुं समर्थानि न भवन्ति. तर्हि अत्र पञ्चसु कारकेषु देवदत्तः एव अन्यानि कारकाणि अनवलम्ब्य तानि उपयुज्य पचनक्रियां जनयति. अनवलम्ब्य इत्युक्ते अस्य अर्थः कः इति चेत् केवलं देवदत्तः पचति इति अपि अहं वक्तुं शक्नोमि, यतोहि सः एव प्रधानतया क्रियां जनयति, अतः देवदत्तः पचति इति अहं वक्तुं शक्नोमि. परन्तु अस्मिन् वाक्ये काष्ठैः ओदनं पचति इति वाक्ये तु देवदत्तः इति कर्ता नास्ति चेत् काष्ठैः ओदनं पचति अग्निना इति सर्वं व्यर्थं भवति, यतोहि प्रधानकर्ता अस्ति चेदेव अन्येषां कारकाणां प्रयोगः भवति. अतः यः कर्ता, यः स्वतन्त्रः कर्ता अस्ति, सः प्रधानः मुख्यः भवति. कोऽपि प्रश्नः अस्ति वा? यदि अहं वदामि भगिनी एकक्षणं विनयकुमार, कर्ता कर्तारं प्रेरयति सरल भाषाधारेण, कर्ता कर्तारं प्रेरयति, कर्ता प्रयोजक कर्तारं प्रयोज्य, अतः कर्ता विवक्षा आधारेण प्रयोज्य प्रयोज्यम् अपि च क्रियायां स्वतन्त्रे स्वतन्त्रयेण प्रयोजकव्यापारस्य विषये महोदय क्षम्यताम्, प्रयोजकव्यापारस्य विषये किञ्चित् इतोपि एकं सूत्रं पठित्वा तदनन्तरं पृच्छतु कृपया. यतोहि अत्र कर्तुः कर्तृसंज्ञायाः कृते अन्यत् सूत्रमपि अस्ति, तदपि पठित्वा तदनन्तरं समग्रतया भवतः भवान् प्रश्नं पृच्छति चेत् सम्यक् भवति इति चिन्तयामि. न कोऽपि चिन्तयतु. एक अन्य प्रश्न, कारकत्वे इति फलितार्थः, अर्थात् क्रिया प्रथमतया कर्ता विवक्षा आधारेण जनयति, तदनन्तरं कारकत्वफलितार्थः, अथ क्रिया प्रथम तर्हि एव कारकत्वं भवति, परन्तु यदि कारकत्वं फलितार्थः अस्ति तर्हि कारकत्वम् अपि कर्ता विवक्षार्थः अस्ति, परन्तु क्रिया प्रथमतया तु क्रियायां सम्बन्धे विवक्षा अस्ति, तदनन्तरं कारकफलितार्थ समान भवन्ति. अत्र क्रियायाम् इत्यनेन क्रियायाः जनकत्वे कारकत्वे इति फलितार्थः, इत्युक्ते तत्र कौमुद्याम् अथवा काशिकायाम् एतादृशवाक्यमस्ति, क्रियायां स्वतन्त्रेण विवक्षितः अर्थः कर्ता स्यात् इति उक्तं खलु, तस्यैव कथं व्याख्यानं क्रियते इति चेत् क्रियायाम् इति यत् सप्तम्यन्तं पदमस्ति तस्य अर्थः कः इति चेत् क्रियायाः जनकत्वं, क्रियायाम् इत्युक्ते क्रियायाः जनकत्वे यत् स्वातन्त्र्येण विवक्षितः अर्थः, यः स्वातन्त्र्येण विवक्षितः अर्थः सः एव कर्ता स्यात् इति अस्ति. इदानीं भवतः प्रश्नः कः? न अपि कर्ता प्राधान्यं, कर्ता अत्र प्रधान अस्ति, केवलं कर्ता प्रधान अस्ति, कर्ता कर्तुविवक्षा प्रधान अस्ति, कर्तुविवक्षा कर्तुविवक्षा प्रधानं नास्ति, कर्तुः विवक्षायाः चिन्तनमेव नास्ति अत्र, वक्तुः विवक्षा, वक्तुः विवक्षा, मम विवक्षानुगुणं कारकत्वं कर्तरि भवति. धन्यवादः. अग्रे यदि प्रयोजक प्रयोज्यसम्बन्धे आयाति तर्हि तदानीं पृच्छतु, तदानीं सम्यक् भवति. अस्तु, लक्ष्मीभगिनी अग्रे. आं भगिनी, पठामि. स्वतन्त्रतया इति कथनस्य आशयः, कर्तृकारकदेवदत्तः पचनक्रियां जनयितुं सक्रियः भवति सर्वप्रथमं, यदा अन्यानि कारकाणि क्रियाशीलानि न. अपरेषां चतुर्णां कारकाणां प्रवृत्तिः निवृत्तिः च कर्तुः अधीने, किन्तु तत्र कर्तृकारकः देवदत्तः स्वतन्त्रः. कर्तृकारकः अन्येषां कारकाणां प्रतिनिधिः भवितुम् अर्हति, किन्तु अन्ये कारकाः तस्य प्रतिनिधिः न भवितुम् अर्हन्ति. अन्यानि कारकाणि च सन्ति चेदपि कर्तृकारकः क्रिया जनयितुं न सन्ति चेदपि क्षम्यताम् अन्यानि कारकाणि न सन्ति चेदपि कर्तृकारकः क्रियां जनयितुं पारयति. यथा देवदत्तः आस्ते, देवदत्तः शेते, देवदत्तः पचति इति. अस्य सर्वस्य दर्शनेन एवं भाति यत् कर्ता सचेतनः भवेत्, किन्तु यथोक्तं कारकं वक्तुः इच्छायाः अधीने भवति. तदर्थं प्रसिद्धवाक्यम् अस्ति, विवक्षातः कारकाणि भवन्ति. अतः पचनक्रियायां यदा देवदत्तस्य स्वतन्त्रता प्रधानता विवक्षिता, तदा देवदत्तः पचति इत्यस्मिन् देवदत्तस्य यदा स्थाल्याः स्वतन्त्रता प्रधानता विवक्षिता, तदा स्थाली पचति इत्यस्मिन् स्थाल्याः कर्तृसंज्ञा भवति. अनेन स्पष्टं भवति यत् कर्तुः स्वतन्त्रता वक्तुः इच्छाम् अवलम्ब्य भवति. तत्र कर्तुः चेतना अस्ति एव इति नास्ति. कर्ता प्रमुखो भवति क्रियायाः साधने इति पर्यवसितम्. प्रथमपरिच्छेदमेव वदतु भगिनि. हा, अत्र स्वतन्त्रतया इति कथनस्य अर्थः कः इति त्रीणि त्रयः बिन्दवः दत्ताः. प्रथमः बिन्दुः अस्ति कर्तृकारकः देवदत्तः पचनक्रियां जनयितुं सक्रिया भवति सर्वप्रथमम् इति. इत्युक्ते या क्रिया अस्ति तस्य जनने, क्रियायाः जननत्वे कर्ता एव प्रथमः भवति, तस्य एव प्रमुखः प्राधान्यम् अस्ति इति अस्ति. यदा अन्यानि कारकाणि क्रियाशीलानि न, इत्युक्ते क्रियां जनयति इति यदा वदामः, तत्र कर्तुः एव प्रधानभागः अस्ति इति अस्मिन् वाक्ये उक्तम्. द्वितीयः बिन्दुः अस्ति अपरेषां चतुर्णां कारकाणां प्रवृत्तिः निवृत्तिः च कर्तुः अधीने अस्ति. इत्युक्ते अन्ये कारकाणि यथा अत्र वाक्यमस्ति देवदत्तः काष्ठैः अग्निना ओदनं स्थाल्यां पचति इत्यस्मिन् वाक्ये देवदत्तः इति कर्ता अस्ति, पचति क्रिया अस्ति. पचनक्रियायां देवदत्तः इति कर्तुः भागः, प्रधानः भागः अस्ति इति एकः अर्थः. द्वितीयः अर्थः अस्ति अन्येषु कारकेषु चतुर्णां कारकाणां प्रवृत्तिनिवृत्ति च कर्तुः अधीने अस्ति. इत्युक्ते काष्ठैः इति अपि अग्निना इति अपि अन्यानि कारकाणि सन्ति, तत्रापि कर्तुः एव विवक्षा अस्ति, तस्य अधीने एव तानि कारकाणि अपि सन्ति इति अर्थः अस्ति. तेनापि देवदत्तः स्वतन्त्रः इति अर्थः भवति. पुनः तृतीयबिन्दुः अस्ति कर्तृकारकः अन्येषां कारकाणां प्रतिनिधिः भवितुम् अर्हति. अन्येषां कारकाणां प्रतिनिधिः अपि कर्तृकारकः भवति, किन्तु अन्ये कारकाः तस्य प्रतिनिधिः न भवितुम् अर्हन्ति. इत्युक्ते स्वयं अन्ये कारकाणि प्रतिनिधिः न भवितुम् अर्हन्ति, किन्तु केवलं यः कर्ता अस्ति, कर्तृकारकः अस्ति, तस्य एव सः एव अन्येषां कारकाणां प्रतिनिधिः भवितुम् अर्हति. इति कारणात् अपि सः स्वतन्त्रः इति अर्थः प्राप्यते. पुनः चतुर्थः बिन्दुः अस्ति अन्यानि कारकाणि न सन्ति चेदपि कर्तृकारकः क्रियां जनयितुं पारयति. इत्युक्ते देवदत्तः पचति इति अपि वाक्यं सम्यक् एव, अत्र अन्ये कार अन्यानि कारकाणि नास्ति, तथापि वाक्यं समीचीनं भवति. अतः अन्यानि कारकाणि न सन्ति चेदपि कर्तृकारः केवलं कर्तृकारकम् अस्ति अस्ति तदैव क्रियां जनयितुं पारयति इति अर्थः ज्ञास्यते इति. त्रयः बिन्दवः चत्वारः बिन्दवः सन्ति. इत्युक्ते अत्र स्वतन्त्रः कर्ता इत्यत्र स्वतन्त्रः इति शब्दस्य एव विवरणं दीयमानमस्ति. स्वतन्त्रतया विवक्षितः अर्थः इति उक्तं खलु पूर्वस्मिन् परिचये. क्रियायां स्वातन्त्र्येण विवक्षितः अर्थः कर्ता स्यात्. तर्हि स्वातन्त्रतया इत्यस्य कः अर्थः इति चेत् तत्र अस्माकं वाक्ये कर्ता अस्ति देवदत्तः, सः एव तत्र प्रधानः अस्ति. पचनक्रियां जनयितुं सः एव प्रधानः अस्ति. यदि सः नास्ति तदानीम् अन्यकारकाणि क्रियाशीलानि न भवन्ति. इत्युक्ते तत्र क्रिया तु अन्येषु कारकेषु न भवति. इत्युक्ते यदि तत्र केवलं काष्ठानि सन्ति, अपि च तत्र स्थाली अस्ति, अन्यत् सर्वमस्ति परन्तु देवदत्तः नास्ति चेत् तदानीं पचनक्रिया एव न जायते. तर्हि तत्र अन्येषु कारकेषु क्रिया कदा भवति? यदा देवदत्तः तत्र अस्ति. देवदत्तः काष्ठस्य प्रयोगं करोति चेत् तदानीं काष्ठेषु क्रिया जायते. एवमेव तत्र स्थाल्याः प्रयोगं करोति चेत् देवदत्तः, तदानीं स्थालीषु तत्र क्रिया जायते. तर्हि तत्र अन्यानि कारकाणि कर्तारम् आश्रित्य भवन्ति. अपरेषां चतुर्णां कारकाणां प्रवृत्तिः निवृत्तिः च कर्तुः अधीने भवति. इत्युक्ते अत्र अन्येषु कारकेषु क्रिया तु तत्र कर्तारम् आश्रित्य एव भवति, कर्तुः अधीने एव भवति. कर्ता नास्ति चेत् तेषु कारकेषु क्रिया एव न भवति इति कृत्वा तत्र देवदत्तः एव स्वतन्त्रः, देवदत्तः एव प्रधानः. कर्तृकारकः अन्येषां कारकाणां प्रतिनिधिः भवितुम् अर्हति. इत्युक्ते यदि अहं वदामि देवदत्तः पचति इति अहं वदामि चेदपि तत्र अन्तर्निहितम् अस्ति, तत्र काष्ठानि अपि अन्तर्निहितम् अस्ति, अन्यत् सर्वमपि अन्तर्निहितम् अस्ति, तथापि अहं केवलं देवदत्तः पचति इति वदामि चेत् तत्र वयम् अवगन्तुं शक्नुमः देवदत्तः पचति इत्युक्ते सः एव पचति इति न अर्थः. तत्र अन्य तत्र पात्रं भवति, अन्यत् सर्वमपि भवति इति वयम् अवगन्तुं शक्नुमः. यद्यपि वाक्ये न उक्तं देवदत्तः पचति इति एव उक्तं, तथापि वयम् अवगन्तुं शक्नुमः तत्र अन्यानि करणानि तत्र सन्ति इति वयम् अवगन्तुं शक्नुमः. यतोहि तत्र देवदत्तः प्रतिनिधिः भवति अन्येषां कारकाणां. परन्तु यदि देवदत्तः नास्ति, तत्र काष्ठानि अन्यत् सर्वम् अन्यकरणानि सर्वाणि सन्ति, तदानीमपि तत्र क्रिया न जायते. यावत्पर्यन्तं देवदत्तः नास्ति तावत्पर्यन्तं क्रिया न भवति. अतः अन्यानि कारकाणि देवदत्तस्य प्रतिनिधिः न भवितुम् अर्हन्ति. केवलं देवदत्तः एव अन्येषां कारकाणां प्रतिनिधिः भवति, अतः सः एव प्रधानः इति वयं वक्तुं शक्नुमः. अवगतम्? श्रूयते वा? श्रूयते. अस्तु, तर्हि इदानीं तत्र अरुणा भगिनी सारांशरूपेण वदतु अत्र किमुक्तम्. कारकम् इति नपुंसकलिङ्गे वा अथवा पुंलिङ्गे वा? कर्तृकारकः तत् उपरि कारकः इति तत्र नूल्प्रत्ययान्तशब्दः, अत्र तु पारिभाषिकशब्दः. कारकम् इति नपुंसकलिङ्गे प्रयोगः, कारकम् इति अधिकारः. आं भगिनि, स्वतन्त्रः कर्ता इति संज्ञासूत्रं सूचयति कर्ता क्रियायाः प्रधान कर्ता इति उच्यते. तदेव स्वतन्त्रः स्वतन्त्रेण विवक्षिता इति एक्स् एक्स्पेन्शन् तस्य विवरणमेव अन्य परिच्छेदः अस्ति. क्रियायां स्वातन्त्र्येण विविचितः अर्थः कर्ता स्यात्. क्रियायाः मीन् अर्थः क्रियायाः जनकत्वे कारकत्वे इति फलितार्थः. अन्यत् उदाहरणमस्ति, देवदत्तः काष्ठैः अग्निना ओदनं स्थाल्यां पचति. अत्र पञ्चकारकाणि सन्ति, परन्तु देवदत्तः एव प्रधानं. तदेव वयं अस्ति, देवदत्तः काष्ठैः अग्निना अन्यकारकाणि देवदत्त नास्ति चेत् भवितुं न अर्हति. केवलं देवदत्त देवदत्तः कारक अन्यकारकाणि प्रयुज्य कारक पचनकार्यं करोति. आं भगिनि, सम्यक्, समीचीनं समीचीनं भगिनि, समीचीनं. विनयकुमार् महोदय अवगतं वा? किमपि अन्यत् वक्तव्यं वा? आं भगिनि, अहम् अवगतामि. अत्र मम यदि अहं वदामि, कर्तुविवक्षा एव कर्ता स्वतन्त्र भवति. यदि कर्तुविवक्षा एव स्वतन्त्र भवति तर्हि कर्तुः विवक्षा नास्ति, वक्तुः विवक्षा. सो कर्तुविवक्षा नास्ति परन्तु वक्तुविवक्षा. अत्र यथा वाक्य अस्ति तर्हि वक्तु अस्ति, तर्हि वक्तुविवक्षा अस्ति, स्वतन्त्र भवति कर्ता. यदि कर्ता स्वतन्त्र भवति तर्हि कारकाणि अवलम्ब्य कारकाणि विना क्रिया जनयति, तर्हि फलितार्थ कारकाणि भवन्ति. सम्यक् अस्ति भवति वा? पुनः अन्तिमवाक्यं वदतु. अन्तवाक्यम् अत्र यदि वक्ता विवक्षाधारेण स्वतन्त्रता आयाति तर्हि कारकाणि अवलम्ब्य क्रिया जनयति. यदि क्रिया जनयति तर्हि कारक फलितार्थ सन्दर्भे भवन्ति. कारकाणि विहितः परन्तु कर्ता क्रिया जनयति तदनन्तरं कारक फलितार्थ सम्बन्धः कर्तारम् आश्रित्य अन्यानि कारकाणि भवन्ति. सः एव प्रतिनिधिः अस्ति अन्येषां कारकाणां. यदा यदि कर्ता कर्तारं प्रेरयति तर्हि कर्तारम् आश्रित्य अन्यकारकाणि कारकाणि भवन्ति. अस्तु, समीचीनम् समीचीनं. तर्हि तत्र सूर्यकुमारी भगिनी अत्र अवगतं वा? हा भगिनि, वक्तुः इच्छा अस्ति चेत् प्रधानकर्ता भवति. प्रधानकर्ता अस्ति चेत् अन्यानि कारकाणि उपयुज्य क्रियाजनकं भवति. सत्यं सत्यं, बहु समीचीनम्. तर्हि अत्र स्थगयामः. मम प्रार्थना अस्ति तत्र पुनः एकवारं स्वतन्त्रः कर्ता इति सूत्रस्य विषये पुनः चिन्तनं कुर्वन्तु, अत्र यद् लिखितं पुनः एकवारं पठन्तु. यतोहि एतादृशविषयः वयं प्रतिदिनं न पठामः, अतः अस्माकं स्वाभाविकः नास्ति अस्य अवगमने. अतः पुनः एकवारं पठन्तु गृहपाठरूपेण, न अवगतं चेत् अग्रिमसप्ताहे वयं पुनः चर्चयितुं शक्नुमः. परन्तु कृपया पुनः एकवारं पठन्तु. तर्हि अत्र स्थगयामः. कोऽपि प्रश्नः अस्ति चेत् पृच्छन्तु, नो चेत् धन्यवादः. धन्यवादः भगिनि. धन्यवादः भगिनि. संस्कारः. धन्यवादः. धन्यवादः. धन्यवादः भगिनि.